नमस्ते. अद्यतनकरपत्रम् अस्ति जातुपाठे हल्स्वन्दिः इति, अधुना अनुवर्तते, अद्य अस्ति. तर्हि पश्यामः. विद्याभगिनी आरम्भं करोति वा भगिनि? कुत्र कुत्र भगिनि? राल्लोपः इत्यस्य विवरणं महोदयः दत्तवान् खलु, योजितवान्. तत्र संशयं प्रश्नस्य पुनः अनुनासिकस्यपि राल्लोपः कार्यं किम् इति उक्त्वा अग्रे नूतनभागः यत् योजितवान् तदपि पठति चेत्. राल्लोपं राल्लोपः इति सूत्रं संयोगस्य विषये अस्ति. सूत्रं वदति यदि रेपात् परे चकारः वा वकारः अस्ति चेत् तयोः लोपः भवति. निमित्तम् अस्ति पदान्ते अथवा जलीपरे अथवा क्विपरे अथवा अनुनासिकवर्णः परे अस्ति चेत् अपि भवति निमित्तानि इति राल्लोपः सूत्रम्. अग्रे तत्र राल्लोपः इति सूत्रे तु अनुवृत्तिसहितसूत्रम् अङ्गस्य रात् श्वोः लोपः अनुनासिके क्विजलोः. अत्र अनुवृत्ति तत्र अनुनासिके क्विजलोः इति अपि अस्ति. तस्मिन् विषये अग्रे महोदयेन लिखितवान् महोदय अत्र किञ्चित् स्थापितवान् अनुनासिकस्य क्विजलोः इत्यनयोः अनुवृत्तिः इत्युक्तं. काशिकायाम् अनुनासिकस्य इत्यस्य पर्युदासे क्निति इत्यस्य अनुवृत्तिः दत्ता, सा च दोषाय. किनिति स्वीक्रियते चेत् अमोमूर्च्छयोगः त इति स्थितौ इष्टं रूपं न सिद्ध्यति तप्रत्ययस्य पित्वात्. अपि च अनुनासिकस्य इत्यस्य अनुवृत्तिः अपेक्षिता एव. उदाहरणमपि पठामि वा प्रथमम् एतत् उक्त्वा? प्रश्नः अस्ति यदि राल्लोपः इति सूत्रे अनुनासिकस्य क्विजलोः इत्यनयोः अनुवृत्तिः अस्ति वा न इति प्रश्नः अस्ति. किमर्थम् इत्युक्ते काशिकायां तु अनुनासिकस्य इत्यस्य अनुवृत्तिः नास्ति, परन्तु क्निति इत्यस्य एव अनुवृत्तिः अस्ति. तत्तु दोषाय अस्ति. किमर्थम् इत्युक्ते यदि क्निति इति अनुवृत्तिः अस्ति चेत् तर्हि तत्र अमोमूर्च्छयोगः त इति स्थितौ त इति तिप्रत्ययः अस्ति इति कृत्वा तत्र तु कार्यमेव न भवति. राल्लोपः इत्यस्य कार्यमेव न भवति. यदि न भवति तर्हि इष्टरूपं न सिद्ध्यति इति कृत्वा तत्तु दोषाय अस्ति. अतः क्निति इति अनुवृत्तिः सम्यक् नास्ति. अपि च अनुनासिकस्य इत्यस्य अनुवृत्तिः अस्ति. किमर्थं तस्य कृते अग्रे उदाहरणम् अस्ति. मोमूर्च्छयोगः मी लटि, मी इति पित् प्रत्ययः अपि च आदौ अनुनासिकवर्णः अस्ति. इदानीं मकारस्य अनुनासिकत्वात् राल्लोपः इति सूत्रं कार्यं करोति. रेपात् परे चकारः, चकारस्य लोपः भूत्वा अमोमूर् इति भवति. अनन्तरं पित् प्रत्ययः परे अस्ति इति कृत्वा पुगन्तलघुपदस्य च इति सूत्रेण उपधायां स्थितस्य इक् वर्णस्य उकारस्य गुणकार्यं भवति. तत्र कृत्वा अमोमोर् इति भवति. अमोमोर् योगः मी, अमोमोर् मी इति भवति. अत्र अनन्तरं भुवादौ इति टुडि धातुः इति तदपि पठति वा? तत्र लटि अस्ति किल, लङ्गि उक्तवती वा? धातुः अपि धातुमपि प्रथमं तु लटि लङ्गि अपि अस्ति खलु, लटि एव अस्ति खलु मीमः इति लटि. अमोमुर्मि इति उक्तवती किल, तदर्थम् अहं किञ्चित् न श्रुतवती, तदर्थमेव पृष्टवती. मोमूर्च्छयोगः इति अहं न जानामि यदि अहम् अमोमूर्च्छ इति उक्तवती, परन्तु अत्र मोमूर्च्छ इति अस्ति. तर्हि यदि वयं ङिति इति योजयामः चेत् तत्र गुणकार्यं न भवति इति कारणेन ङिति तत्र असिद्धः भवति किल, तदेव वा? गुणकार्यनिषिद्धमेव तत्र निति च अनेन किल यत्र लङ्लकारे तथा भवति खलु किमर्थम् इत्युक्ते तकारस्य लोपः भवति तर्हि अनन्तरं तकारः अमोमु इति पदान्त एतस्ति सार्वधातु कारणदातुयोः इति गुणकार्यं भवति इति कृत्वा अत्रापि अत्र अत्र तु पुगन्धलघुपदस्य चेति कार्यं तर्हि गुणकार्यं भवति भवितव्यम् इति कारणेन अत्र नीति अनुवृत्तिः न आयाति इति अहं चिन्तयामि अत्र अत्र यदि निति इति अस्ति तर्हि यदि वयं मि इति स्वीकुर्मः तत्तु पित् अस्ति परन्तु मह इति तत्र पित्त्वं नास्ति पित्त्वं नास्ति इति कृत्वा तद् निद्वत् अस्ति निद्वत् अस्ति इत्युक्ते तत्र एव क्निति इति आगच्छति क्निति आगच्छति तर्हि तत्र एव रेपात् परस्य चकारस्य लोपः भवति यदि पित् प्रत्ययः अस्ति चेत् तत्र रेपात् परस्य चकारस्य लोपः न भवति क्निति अस्ति एव लोपः भवति तिथि लोपः भवति न भवति किन्तु अस्माभिः यत् वर्गे यत् रूपं साधयामः तत्र तु प्रथमपुरुषे एकवचने लङ्लकारे अमोमोः इति एव रूपं साधितं अतः एव कृति इत्यस्य अनुवृत्तिः न भवति परन्तु मोमूर्छ यत्र उत्तमपुरुषे मह इति योजयामः तत्र पुगन्तलघुपदस्य कार्यं न करोति अपि च हलि च एव कार्यं करोति दीर्घपुगन्तलघुपदस्य च तत्तु पित् इति अस्ति चेत् पुगन्तलघुपदस्य निश्चयं भवति अत्र तु प्रश्नः अस्ति रालोपः इत्यस्य कार्यं भवति वा इति रालोपः इत्यस्य कार्यम् इति अस्ति चेत् मि इत्यस्मिन् परे मित् लटि मित्रस्य इत्यस्मात् इत्यस्मिन् परे न भवति खलु इति महोदय तर्हि आहत्य अत्र अनुनासिकस्य इति अनुवृत्तिः भवेत् निति भवति वा निति दोषाय निति अपि सामान्यकार्यमपि सामान्यकार्यमेव निति अपि यत्र निद्वद् भवति वा न भवति वा इति प्रश्नः एव न उदेति सर्वत्र भवति यत्र यत्र अनुनासिकः परे अस्ति तत्र भवति एतादृशी स्थितिः यत्र भवति रेफात् परः चकारः अस्ति चेत् अनन्तरम् अनुनासिकवर्णः अस्ति चेत् पित् अपित् उभयोः अपि लिप् यत्र लिप् नास्ति उभयत्र अपि अत्र चकारस्य लोपः भवति सर्वत्र लोपः भवति इति अनुनासिकस्य क्विजलोः नितिसूत्रात् केवलम् अनुनासिकस्य क्विजलोः इत्येव अनुवृत्तिः अस्ति निति नास्ति वा इत्यस्मिन् निति इत्यस्य योजनं न सङ्गच्छति खलु तत्रापि प्रायः सङ्गच्छति निति अनुनासिक इति वक्तुं प्रायः शक्नुमः किन्तु निति इत्यनेन जलि निति इति तत्रैव सङ्गच्छति अनुवृत्तेः जलि निति जलि यत्र जल् प्रत्याहारः नित् अस्ति चेत् लोपः भवति इति काष्ठिकायामस्ति किन्तु तथा नास्ति पित् अस्ति चेत् अपि कार्यं भवति इति महोदयस्य तर्हि अनुवृत्ति सूत्रे वयं केवलं अनुनासिके क्वि जलोः एव स्वीकुर्मः सत्यं भगिनि आम् आम् इति महोदय सत्यं जनाः एव तत्रापि स्थापयन्ति किञ्चित् दोषः अस्ति इति महोदय तर्हि अन्तिमरूपा रूपेषु एव भिन्नभिन्नरूपाणि आयाति किल तर्हि भाषा तु एकमेव परन्तु यदि वयं तादृशं स्वीकुर्मः चेत् भिन्नरूपम् आयाति किल आं भगिनि अपि अन्यत् एकः संशयः अस्ति भगिनि अत्र वयं यदा वयं तकारः वा सकारः वा लङ्गि योजयामः प्रत्ययात् योजनेन तत्र अमोमूर्त् इति भवति. तदनन्तरं हल्ङ्याभ्यो दीर्घाच्युतिस्य प्रोक्तं हल् कारणेन तकारस्य लोपः भवति. अत्र न विभक्तौ तु स्मः तस्य कार्यं न प्रसक्तिः नास्ति वा? न विभक्तौ तु स्मः इति यत् न विभक्तौ तु स्मः वदति प्रत्ययस्य आदौ यदि सकारः वा तकारः अस्ति चेत् लोपः न भवति इति. तत्तु एतस्ति आदेशरूपी प्रत्ययस्य खलु, एतत्तु भिन्न विधिसूत्रेण लोपः अस्ति हल्याभ्युदिकस्य प्रथम हलति. तथा एव सकारस्य लोपः अपि कदाचित् भवति, द्वयोरपि भिन्नविधिसूत्रेण भवति. किन्तु अत्र नित्यं नित्यः इति सूत्रेण तद् न विभक्तौ तु स्मः प्रबाद्य नित्यं नित्यः इति नित्यकारस्य सकारस्य लोपः नित्यं भवति खलु, तथा एव एतद्. यद्यपि साधारणतया उपदेशावस्थायां यदि सकारः वा मकार सुष्माः खलु सकार तावर्गः वा सकारः वा मकारः वा अस्ति चेत् साधारणतया न भवति. किन्तु विशिष्ट तदर्थं विधिसूत्रमस्ति चेत् तत्र अपवादत्वेन कार्यं भवति. यतोहि वयं प्रातिपदिकविषयं न पठितवन्तः, परन्तु तत्र तु रामः रामात् रामं रामाणां तत्र सर्वत्र तिष्ठति एव किल सकारः वा. किन्तु सकारः अपगच्छति खलु तत्र यत् प्रथमविभक्त्यां सुस्थितिः अस्ति तत्तु सु इत्यस्मिन् सकारः तु हलन्तम् इति अपगच्छति. अनन्तरम् उकारः अर्जुननासिकः वर्णः अस्ति तर्हि अर्जुन उपदेश अर्जुननासिक इत्यनेन तत्र गच्छति. अनन्तरं सकारस्य लोपः हल्याभ्यो दीर्घात् इत्यनेन उदाहरणं किमर्थमित्युक्ते मालायोगः रामः इत्यस्मिन् न गच्छति, किन्तु यत्र सीता इति अस्ति तत्र तु आकारः अस्ति तत्र तु ज्ञाभ्यो इति सूचितं. अतः परन्तु रामस्य यदा भवति तत्र तु सकारस्य अन्यसूत्रैः भिन्नकार्यं भवति, ससजुषोरुः वा करवसाने कारणेन विसर्गः आयाति आदेशः भवति. आदेशरूपे सकारस्य स्थाने रु आदेशः भवति ससजुषोरुः इति. किञ्चित् भ्रमः अस्ति इतोपि. अस्तु भगिनि, आदेश अवस्थायां यत्र उपदेश अवस्थायां यद् वयं लोप इत्सन्या कुर्मः खलु तादृश इत्सन्या न भवति, किन्तु विधिसूत्रेण अग्रे गत्वा भवितुम् अर्हति, निमित्तम् अनुसृत्य भवितुम् अर्हति, आदेशः वा लोपः वा भवितुम् अर्हति. लोपः अपि आदेशः एव खलु, तदपि भगिनी तदेव वदनासीत् इत्संज्ञा न भवति किल, हलन्त्यम् इत्यनेन सामान्यतया इत्संज्ञा भवति स इत्यस्य, परन्तु न विभक्तौ तु स्मः इत्यनेन स इत्यस्य इत्संज्ञा न भवति. इत्संज्ञायाः विषये एव तस्य कार्यमिति. अस्तु, अग्रे वादौ तुर्वि इति तदपि नूतनतया मोमूर्च् योगः महा अपि अहं न पठितवती. मोमूर्च्योः महा अत्र मकारस्य अनुनासिकत्वात् रालोपः इति कार्यं करोति. रेपात् परस्य चकारस्य लोपः भवति मोमूर्योगः महा. इदानीं महा इति अपि प्रत्ययः मस् इत्यस्य मूलौ अतः अपि प्रत्ययः इति कृत्वा अत्र हलीच इति सूत्रं कार्यं करोति. यदि रेपान्तानां वकारान्तानां च धातूनाम् उपदायां स्थितः इक् वर्णः दीर्घः भवति हलिपरे इति अस्ति. अत्र मोमुर्योगः मह अत्र रेपः अन्ते अस्ति इति उपदायाम् इक् वर्णः उकारः अस्ति अतः दीर्घः भवति मोमूर् योगः मः मोमूर् मः इति भवति. अग्रे युवादौ तुर्वी धातुः तुर्व यङ्लुगन्तधातुः तोतुर्व्योगः मि. अत्रापि समानकार्यं रालोपः इत्यनेन रेपात्पर्णस्य वकारस्य लोपः भवति तोतुर्योगः मामि मि अपि गुणकार्यं सुकन्तलघुपदस्य च इत्यनेन इति कृत्वा तोतोर्मि इति भवति. तोतुर्वयोगः मा तदपि समानकार्यं यथा वयं पूर्वं दृष्टवन्तः. अत्र तोतुर् योगः कः अकारस्य लोपः राल्लोपः इत्यनेन अनन्तरं हलिच इत्यनेन उपधायां स्थित इक् वर्णः दीर्घः भवति तोतुर्मः इति भवति. धन्यवादः. स्नेहभगिनी अस्ति वा? अस्मि अस्मि. अस्तु अस्तु भगिनि, धन्यवादः. नमस्ते. नमस्ते. भवत्याः दूरवाण्याः किञ्चित् प्रतिध्वनिः श्रूयते. के डि स्पीकर् बोर्ड् मध्ये अस्ति चेत् महोदय वदिष्यति, सुष्मनु महोदय जानाति हेड्सेट् धरतु इति, नो चेत् एको अस्ति इति कृत्वा. स्नेहा भगिनी किञ्चित् म्यूट् मध्ये भवतु यदि भवत् वक्तुमिच्छति चेत्. न न अग्रे गत्वा अनन्तरम् अग्रिमसप्ताहः आरभ्य हेड्सेट् धृत्वा आगच्छति. भवती अपि पठितुम् इच्छति वा भगिनि, अग्रे पठितुम् इच्छति वा? करपत्रमस्ति वा भवत्याः समीपे? महोदय प्रेषितवान् खलु? अहं प्रेषितवान्. भगिनी पठितुमिच्छति वा प्रायः किञ्चित्, नो चेत् दिनद्वयात् अनन्तरम्. अम्यूट् अभवत् भगिनि. सरला भगिनी पठति वा? आं भगिनि, कुत्र? अत्र भष्ट भावः इति अस्ति खलु, ततः अत्र प्रश्नः उदेति नूतनभागः अस्ति भष्टावः इति. ओ, हकारान्त तदनन्तरम् गतसप्ताहे वयं दृष्टवन्तः नूतनभाग पश्भाव एकाचो बशो बशो भष् झषन्तस्य धोः अनौपचार. अनौपचारिको अर्थ एकाच् धातोः आदौ बष् ब गडद अपि च अन्ते झष् झ ब घढध तस्य धातोः नाम एकाच् भषादि चषन्तधातुः यथा बन्धधातु बुद्धधातु च. यदि उपयुक्त हकारान्तधातुसम्बन्धसूत्रे हकारस्य स्थाने जषादेश सञ्जातः दृष्टान्ते दुः दुग् तर्हि सोऽपि तादृशो धातुः एकाच् भषादि झषान्तधातोः आदौ स्थितस्य बष् स्थाने भषादेशो भवति. ब भ घ ढ घ सकारादिप्रत्यये परे ध्वशब्दे परे पदान्ते च. अतः वदामः यत् तृतीयशब्दस्य चतुर्थशब्दस्य वर्गीयस्य चतुर्थशब्दस्य वर्गीयस्य चतुर्थशब्दस्य वर्गस्य वर्गस्य इति युक्तौ यत्र धातुः आदौ वर्गस्य तृतीयशब्दस्य अन्ते च वर्गस्य चतुर्थशब्दस्य तत्र आदौ शब्दस्य तृतीयशब्दस्य स्थाने चतुर्थशब्दस्य आदेशो भवति. इत्युक्ते तृतीयशब्दस्य स्थाने चतुर्थशब्दस्य आदेशो भवति. आहत्य तृतीय वर्गस्य चतुर्थवर्गस्य स्थाने चतुर्थवर्ग चतुर्थवर्ग इति विकारः भवति. अत्र उक्तमस्ति एकाधातोः अस्ति यदि धातो आदौ बश् अस्ति बश् प्रत्याहारे ब गडद इति वर्गीयस्य तृतीयव्यञ्जन वर्णाः अन्तर्भूता अस्ति. विहाय प्रत्याहारे वर्गीयचतुर्थ चतुर्थवर्णाः सन्ति. तस्य धातो झषन्तधातो यदि अस्ति धाते धातो अन्ते कोऽपि वर्ण झष् प्रत्याहारे अस्ति तस्य आदौ यदि बष् प्रत्याहारे अस्ति तत्र कार्यं किं भवति तृतीय बष् प्रत्याहारस्य स्थाने चतुर्थ चतुर्थवर्गीयस्य व्यञ्जनानि आगच्छन्ति तत्र वर्गीयस्य स्थाने अन्तरत्नमिति सूत्रेण तत् वर्गस्य चतुर्थवर्ग आदेशः भवति. यथा उदाहरणमस्ति बन्धधातुः अस्ति तत्र ब आदौ अस्ति ब पश् प्रत्याहारे अस्ति ध झष् प्रत्याहारे अस्ति ध झषान्तो ध अन्ते अस्ति अत्र झषान्तो धातु भवति ब तस्य आदौ अस्ति. बुद्धधातु अपि तथैव अस्ति ध झषान्ते बकार आदौ अस्ति. अपि यदि नूतन होड् सूत्रे यदि हकार अन्ते अस्ति तस्य हकारस्य घकार आगच्छति रूट् भवति नूतन क्रियापदं भवति तत्र अपि एतत् सूत्रं कार्यं करोति. दघ द अत्र तृतीय वर्गीयस्य तृतीयव्यञ्जनम् अस्ति घ झषान्ते अस्ति तरिसोऽपि तादृशो धातु एकादशादि झषान्तो आदौ तस्य स्थाने भषादेशो भवति इति अस्ति. भवति पञ्चपे त्री फोर् फोर् फोर् भवति. अहं तदेव स्मरामि कदाचित् सूत्रं स्मरामि किन्तु त्री फोर् फोर् फोर् तत् स्मरामि सर्वदा. धन्यवादः भगिनि. अस्य सूत्रस्य लङ् लङ् विवक्षायां नास्ति किल कुत्रपि भवति भवितुमर्हति महोदय. लङ्लकारे पदान्तकार्यं भवितुम् अर्हति खलु पदान्ते अपि अस्य सूत्रस्य कार्यमस्ति. एकाच् अस्ति अनन्तरं तकारस्य वा सकारस्य वा लोपः भवति चेत् लङ्लकारे तस्मिन् समये पदान्तसंज्ञा पदसंज्ञा प्राप्त्वा कार्यम् अर्हति. किन्तु तत्र निमित्तं द्वोः इति अस्ति किल त्रीणि निमित्तानि अस्ति सूत्रे त्रीणि निमित्तानि सकारादि हा पठामि भगिनि. एकाचो बशो भष् झषन्तस्य ध्वोः धातोरवयवो यो झषन्त एकाच् तस्य बश् भषादेशो भवति सकारादिप्रत्यये परे ध्वशब्दे परे पदान्ते च. इति त्रीणि निमित्तानि सन्ति तत्र सकारादिप्रत्यये परे ध्वशब्दे परे अपि च पदान्ते च. एकाच् यस्मिन् सः एकाच् बहुव्रीहिः तस्य एकाचः झष् अन्ते यस्य सः झषन्तः बहुव्रीहिः तस्य झषन्तस्य स च ध्व च ध्वौ इतरेतरद्वन्द्वः तयोः स्थोः एकाचः षष्ट्यन्तं भषः षष्ट्यन्तं भष् प्रथमान्तं झषन्तस्य षष्ट्यन्तं स्थोः सप्तम्यन्तम् अनेकपदमिदं सूत्रं दादेर् धातोर्घः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् एकाचः झषन्तस्य धातोः भषः भष् स्धोः पदस्य अन्ते च इति अत्र एतत् सूत्रस्य निमित्तानि त्रीणि अस्ति. सकारादिप्रत्यये परे भवति, द्वे शब्दे परे भवति, पदान्ते च पदान्ते अस्ति चेदपि एतत् सूत्रस्य प्रसक्तिः अस्ति. सूत्रस्य कार्यं तु बश् इति पदस्य आदौ अस्ति चेत् तस्य भषादेशः भवति इति. तत्र द्वशब्दे परे द्वशब्दे इति उक्तं किल, तत् प्रत्ययः नास्ति वा? द्वप्रत्ययः इति वक्तुं शक्यते. किमर्थं शब्दे इति दत्तम्? अत्र अन्यथा ध्व आगच्छति चेदपि वर्णनिमित्तिकं कार्यमस्ति खलु इति, धातोः कार्यमस्ति, किन्तु धातोः परे तु प्रत्ययः एव आयाति. किं किं तिङ् तिङ् प्रत्ययानां मध्ये अन्यतमः ध्वम् अस्ति. ध्वम् इति द्व इति अस्ति चेत् एव भवति. ध्वम् इति प्रत्ययः, प्रत्ययः तु ध्वम् इति प्रत्ययः खलु, द्व इति निरर्बन्धरूपं द्व भवति किल, मकारस्य लोपानन्तरं. भवतु, अहम् एवमेव पृच्छामि. न किमपि अन्यत् आसीत् अहं पूर्वम् एतद् द्वे इति अपि अस्ति खलु, द्वं यत् अस्ति द्वे इति अस्ति, लट् लकारे द्वे इति भवति खलु, तत्रापि कार्यं भवति. आकत्य वदति चेत् कुत्र कुत्र भवितुम् अर्हति इति पश्यामः चेत् वदति वा महोदय सारांशरूपेण, स्व इति कुत्र भवितुम् अर्हति? एतावता वयं यत् रूपाणि तिङ्गन्तरूपकारः तु लृट् तत्र स्या इति आदेशः अस्ति, अतः तत्र सर्वत्र वकारः इति नास्ति, स्व इति एव लोट् लकार. आम् सकारादि एव किल, सकारादिप्रत्यये परे इत्येव दत्तमस्ति, अतः लृट् सर्वत्र लृट् परस्मैपदे भवितुम् अर्हति. अपि च सुप् भवितुम् अर्हति, किन्तु तत्र तु आर्धदातकं त्यक्त्वा सार्वदातकप्रत्ययानां विषये लकाराणां लृट् इति यदि अहं वदामि तत्र सार्वदातकमेव किल, लृट् आर्धदातकप्रत्ययः अस्ति खलु, स्या इति मध्ये आर्धदातकप्रक्रिया भवति. अत्र इदागमः अपि भवति तत्र. तत्र कार्यं न करोति वा? न भवितुम् अर्हति, किन्तु सर्वत्र भवति इति न वक्तुं शक्यते, इदागमस्य अपि द्रष्टव्यं खलु. तर्हि सार्वदातुकप्रक्रियां तादृश इदागमः किमपि नास्ति, सा तदेव वयं रूपनिर्माणं कृतवन्तः खलु. तर्हि तदनुसृत्य पश्यामः चेत् लट्लकारे आत्मनेपदिरूपमस्ति चेत् लट्लकारे मध्यमपुरुषस्य एकवचने भवितुम् अर्हति खलु, ते इति. अनन्तरं मध्यमपुरुषस्य बहुवचने अपि भवितुम् अर्हति. अनन्तरं कुत्र भवितुम् अर्हति, तथा एव लोट् लकारे अपि इति अस्ति, तत्र भवितुम् अर्हति. लोट् लकारे बहुवचने, मध्यमपुरुष बहुवचने ध्वम् इति भवति, तत्रापि तत्र भवति. लङ् लकारे मध्यमपुरुष बहुवचने केवलं तत्र एव भवति. किमर्थम् इत्युक्ते एकवचने तु ताः इति अस्ति, तर्हि बहुवचने एव भवति इति आत्मनेपदिरूपाणां विषयः. अनन्तरं यदि वयं परस्मैपदानां पश्यामः चेत् तदपि दृष्टं खलु, स इति दृष्टाय कुत्रूपाय तत्र तु लङ्लकारे, तत्र तु लङ्लकारे पदान्तकार्यं भवति. लङ्लकारे पदान्तकार्यं प्रथमपुरुषे एकवचने द्विवचने अपि क्षम्यतां, प्रथमपुरुषे एकवचने मध्यमपुरुषे एकवचने लङ् उभयत्र भवितुम् अर्हति. अनन्तरं लट्लकारे मध्यमपुरुषे एकवचने सि इति अस्ति, सकारादि तत्र भवितुम् अर्हति. अनन्तरं प्रायः तावदेव सुप्रत्ययान मध्ये अपि भवितुमर्हति किल आं महोदय निश्चयेन सुप्रत्ययानमपि भवितुमर्हति प्रथमाविभक्ति एकवचने धन्यवादः महोदय तर्हि सुब्रह्मण्य महोदय भगिनि पदान्ते लङि अधो योगः तप्रत्ययः हल्न्याभ्यो दीर्घात् सूत्रस्य प्रोक्तं हल् इत्यनेन तलोपः अधोः इति पदम् इदानीं दादेर्धातोर्घः इत्यनेन हकारस्य स्थाने घकारादेशः अधोघ् एकाचो बशो भष् दशन्तस्य भोः इत्यनेन बशः भषादेशः अतः अधोघ् इति रूपं निष्पन्नं भवति अत्र इदानीं सूत्रस्य उपयोगं कथं भवति इति अत्र उदाहरणमस्ति अधोघ् अधोघ् लङि प्रथमपुरुष एकवचने अधोघ् योगः तप्रत्ययः अत्र त इति अपृक्तसंज्ञां तस्य अपृक्तसंज्ञा भवति अतः हल्नाभ्यो दीर्घात् सुतिश्च प्रोक्तं हल् इत्यनेन अत्र तप्रत्ययस्य लोपः भूत्वा अधोघ् इति इदानीं पदं भवति अत्र पदस्य अन्ते हकारः अस्ति अतः अपि च धातोः आदे दकारः अस्ति अत्र दादेर्धातोर्घः इत्यनेन हकारस्य स्थाने घकारादेशः अधोघ् इदानीम् अत्र एकाचो भषो भष् दशन्तस्य स्धोः इत्यनेन इदानीमत्र अधोघ् इति पदमस्ति पदस्य अन्ते घकारः अस्ति अपि च धातुः दुः अस्ति अतः एकाच् धातुः अस्ति भषन् झषन्तधातुः अस्ति अपि च बषादिधातुः अस्ति दकारः बष् प्रत्याहारे घकारः झष् प्रत्याहारे अतः धकारस्य स्थाने धकारः भष्वर्णः आगच्छति अन्ततो गत्वा अत्र अधोघ् इति रूपं निष्पन्नं भवति अग्रे पठामि वा भगिनि इदानीम् अत्र उदाहरणमस्ति यद् उदाहरणं महोदयेन पठितं तत्र सूत्रक्रमे किमपि वैशिष्ट्यमस्ति वा यदा वयं लङि आडागमः कुर्मश्चेत् तत्र दकारः आदौ नास्ति किल इति कृत्वा किन्तु वैशिष्ट्यमस्ति धातोः एव कार्यं खलु लकारणं यत् अकारः योजितं तत्तु एकादशन्तस्य धातोः इति अस्ति आमामामाम् चेत् पर्याप्तं तादृशधातुः यत्र एकादशस्य अनन्तरं वर्षादौ जश् अन्ते इति अस्ति चेत् निमित्तस्य कृते तत् पर्याप्तं प्रायः तस्य प्रश्नः अडागमस्य आगमनं एतेषां कार्यानन्तरम् आगन्तुं शक्नोति वा इति पृष्टवान् न अडागमः तु आदौ एव आयाति लकारनिमित्तिकं कार्यम् इति कृत्वा आदौ निश्चयेन आदौ एव आयाति अडागमः अत्र विवक्षानुसारं यद्यपि अडागमः आयाति तथापि निमित्तः अस्ति इति कृत्वा धातोः इति निमित्तः अस्ति इति कृत्वा तस्य कार्यं भवति इति भव्या भगिनी भवती इदानीं वदन्ती अस्ति अत्र अधोघ् इति अत्र दुः धातुः अस्ति अतः अत्र अधुः योगः अत्र प्रथमं प्रायः पुगन्तलघुपदस्य इत्यनेन उकारस्य ओकारः अपि भवति धन्यवादः सकारादिप्रत्यये परे अत्र उदाहरणमस्ति गर् गर् योगः स्यते अत्र महोदय सुगमनमहोदय यथा उक्तवान् महोदय अत्र ऋत्वकारः प्रयोजितवान् उदाहरणार्थं किन्तु इदागमः अस्ति चेत् कार्यं न इदानीं गर्हयोगः स्यते होढः इत्यनेन अत्र हकारस्य स्थाने ढकारः गर्ह् योगः स्यते इदानीम् एकाचो बशो भष् झषन्तस्य द्वोः इत्यनेन अत्र गर्ह् इति धातोः गकारः बष् प्रत्याहारस्य वर्णः आदौ अस्ति अनन्तरम् अत्र एकः एव अचुवर्णः अकारः अस्ति अनन्तरं ढकारः झष् प्रत्याहारस्य वर्णः अपि च अन्ते अस्ति अतः अपि च सकारादिप्रत्ययः परः अस्ति यते इत्यस्य सकारादिप्रत्ययः परे अस्ति अतः एकाचो बशो भष् झषन्तस्य द्वोः इत्यनेन इदानीं किं भवति इत्युक्ते गकारः यः भष् वर्णः अस्ति तस्य स्थाने घकारः भष् वर्णः आदेशरूपेण भवति अतः गर्ह् योगः यते इति अग्रे गत्वा अन्यानि कार्याणि अपि भूत्वा प्रायः तिङन्तपदं निष्पन्नं भवति इदानीं तु अत्र स्थगयामः अधिकम् अस्माकं बुद्धिः उपयोगं कुर्मः चेत् उपयोगं कुर्मः चेत् किञ्चित् कष्टं भवति अधुना धन्यवादः भगिनी एकः प्रश्नः अस्ति गर्ह् इत्यस्मिन् मध्ये रेपः अस्ति इत्युक्ते आदौ बषादौ झषन्तः एकाच् मध्ये यत्किमपि हल् वर्णः अस्ति चेत् अपि एतत् सूत्रं कार्यं करोति इति अस्ति किल आं भगिनि तत्तु संयुक्तवर्णः अस्ति किन्तु एकाच् एव अस्ति खलु इति कृत्वा कार्यं कर्तुम् एकाच् भवेत् मध्ये यत्किमपि व्यञ्जनानि भवतु न कापि चिन्ता एक एव स्वरः अनन्तरं प्रसादि झषन्त इति अस्तु धन्यवादः अस्तु महोदय अग्रे हिमा भगिनी पठितवती खलु हिमा भगिनी अस्तु भगिनि सकारान्तधातवः सकारान्तधातूनां पदत्वे सति सिपि दत्वं सिपि ऋत्वं दत्वं वा सकारान्तधातूनां पदत्वे सति तिपि दत्वं तर्हि इदानीं सकारान्तधातवः विषये पठामः पदत्वे इत्युक्ते पदान्ते वा भगिनि पदत्वे सति आमां भगिनि पदत्वे यत्र पदत्वं प्राप्नोति पदसंज्ञा प्राप्नोति पदत्वम् इति स्वप्रत्ययः यजामि चेत् गुणः अस्मिन् गुणः अस्ति अस्तु तर्हि अस्मिन् कृते विशिष्टसूत्रमस्ति तिप्यनस्तेः इति कारणेन सूत्रं वदति पदान्तस्य सकारस्य दकारादेशो भवति तिपि परे परन्तु अस् धातौ न भवति इति इदं सूत्रं ससजुषोरुः इत्यस्य अपवादः येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः अलोन्त्यस्य इत्यनेन अन्तिमवर्णादेशः न अस्तिः अनस्तिः तस्य अनस्तेः तिपि सप्तम्यन्तम् अनस्तेः षष्ट्यन्तं द्विपदमिदं सूत्रं ससजुषोरुः इत्यस्मात् सः इत्यस्य अनुवृत्तिः वसुस्रसुध्वस्वन स्वनडुहां दः इत्यस्मात् दः इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति सः पदस्य दः तिपि अनस्तेः तर्हि सूत्रं वदति यत्र सकारान्तधातुः अस्ति अस् धातुः अपि सकारान्तः अस्ति तत् विहाय विसृज्य अन्य धातूनां कृते इदं सूत्रं कार्यं करोति यत्र परे तिप् प्रत्ययः आयाति तत्र तिपिस्थाने तत्र सोरि सकारस्य स्थाने दकारादेशः भवति इति सूत्रः वदति. अनुवृत्तिसहितसूत्रम् अस्ति सः पद. तर्हि तादृश धातुः यस्य तादृशपदः यस्य अन्ते सकारः अस्ति तत्र सकारस्य स्थाने दकारः भवति तिपि प्रत्यये परे अस् धातुं विहाय. अग्रे उदाहरणं पठामि वा? इदं सूत्रं ससजुषोरुः सूत्रस्य अपवादः अस्ति यतोहि अन्ते सकारः अस्ति पदान्ते सकारः अस्ति किं कारणेन ससजुषोरुः अपि तस्य प्रसक्तिः अस्ति परन्तु अपवादत्वेन तिप्यनस्तेः कार्यं करोति. अनेन सूत्रेण लङ्लकारस्य सप्रत्यये परे सकारान्तपदस्य सकारस्य दकारादेशो भवति. यथा अचकास् इति स्वीकुर्मः चेत् अचकास् योगः लङ्लकारे प्रथमपुरुषे एकवचने त इति सिद्धतिङ् प्रत्ययः अचकास् योगः त. त अपृप्त हल् वर्णः अस्ति. हल्ङ्याभ्यो दीर्घात् श्रुतिस्य अपृप्तं हल् इति सूत्रेण तकारस्य लोपः भूत्वा अचकास् इति रूपमस्ति यत् पदमपि अस्ति. इदानीं सकारान्त धातु अत्र पदसंज्ञा अपि अस्ति धातुसंज्ञा अपि अस्ति. अतः अत्र सकारान्तधातुः अस्ति इति स्वीकृत्य तिप्यनस्तेः सूत्रेण अत्र अन्तिमसकारस्य स्थाने दकारः आयाति. अतः रूपं भवति अचकादिति. अत्रापि वावसाने कार्यं करोति किल भगिनि? पुनः जलान्दृशन्ते यद्यपि कार्यं किमपि परिवर्तनं किमपि न भवति तथापि जलान्दृशन्ते अपि कार्यं करोति. परन्तु रूपद्वयम् आयाति अचकाद् आयाति. अग्रे पश्यामः चेत् प्रायः विद्या भगिनी पठति. सकारान्तधातूनां पदत्वे सति सिपि रुत्वं धत्वं वा सिपि धातो रुर्वा पदान्तस्य सकारस्य विकल्पेन रु आदेशो भवति सिपि परे रु अपक्षे सस्थाने दकारादेशः जलां जशोन्ते इत्यनेन येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः अलोन्त्यस्य इत्यनेन अन्तिमवर्णादेशः धातोः उक्तं परसूत्राणाम् अर्थपूर्तीकृते प्रकृतसूत्रे आवश्यकता नास्ति. सिपि सप्तम्यन्तं धातोः षष्ट्यन्तं रुः प्रथमान्तं वा अव्ययपदम् अनेकपदमिदं सूत्रं ससजुषो रुः इत्यस्मात् सः इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सः धातोः पदस्य रुः वा सिपि सिपि धातो रुर्वा यदि पदान्ते सकारः अस्ति चेत् सकारस्य विकल्पेन रु आदेशः भवति सिपि परे. यत्र रु न भवति रु आदेशः न भवति तत्र तत्र विकल्पेन द्वितीयरूपं दकारादेशः भवति सस्थाने जलां जशन्ति इत्यनेन. अत्र कार्यं येन विधिस्तदन्तस्य इत्यनेन कार्यम् अन्ते भवति अलोन्त्यस्य इत्यनेन अन्तिमवर्णादेशः भवति. अत्र धातोः इति उक्तं परसूत्राणाम् अर्थपूर्तिकृते प्रकृतसूत्रे आवश्यकता नास्ति. ओ अस्तु. अत्र सिपि धातु इत्यस्य आवश्यकता नास्ति परन्तु परसूत्रस्य कृते एव अत्र स्थापितमस्ति. अत्र अनुवृत्तिसहितसूत्रं सः धातोः पदस्य रुः वा सिपि पदान्तस्य सकारस्य धातोः अत्र धातुः अपि अस्ति पदसंज्ञा अपि अस्ति अत्र विकल्पेन रु आदेशः भवति सिपि परे. अनेन सूत्रेण लङ्लकारस्य सप्रत्यये परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन सकारादेशः रुत्वं वा भवति यथा अचकास् योगः स अत्र हल्याभ्यो दीर्घात् श्रुतिस्य पृक्तं हल् इत्यनेन स इत्यस्य लोपः अचकास् इति पदमस्ति, अत्र धातुसंज्ञा अपि अस्ति. सिपि धातो रूर्वा इत्यनेन सकारस्य रु आदेशः भवति, अतः अचकारु इति अस्ति. अनन्तरम् अत्र उ इत्यस्य इत् संज्ञा भवति, तस्य लोपः इत्यनेन लोपः अपि भवति. इदानीम् अचकार इति अस्ति, रेपस्य स्थाने विसर्गादेशः भवति, करवसानयोर्विसर्जनीयः इत्यनेन इति कृत्वा तत्र अचकाः इति एकरूपं. विकल्पेन अचकाद् इति अस्ति, तत्र जलांशोन्ते इत्यनेन पुनः दकारः एव आगच्छति, अचकाद्. अनन्तरं वा अवसाने इत्यनेन अचकात् इति कृत्वा तत्र त्रीणि रूपाणि अस्ति, अचकात्, अचकाः, अचकात्. अहं पृच्छामि वा हेमा भगिनी? पृच्छतु. भगिनी, रु इति अनेकाल् नास्ति वा? रु इति तत्र तु अनुस्वार अजलनासिकः वर्णः अस्ति महोदय तत्र. तर्हि साक्षात् यत्र आगमः भवति तस्मिन् समये एव अजनुनासिक उपदेशे अजनुनासिकः इत्यनेन रु इत्यस्य उकारस्य लोपः भवति. किमित्युक्ते तादृश इत्थन्यासूत्राणां कुत्रचित् पूर्वम् अस्माभिः दृष्टमस्ति, इत्थन्याप्रकरणस्य बलाबलचिन्तनं नास्ति इति, तस्य तु बलवत् भवति इति कृत्वा इत्थन्याप्रथमं भवति, साक्षात् अनन्तरमेव भवति. यत्र रु आदेशः भवति तस्मिन् समये एव उकारस्य लोपः भवति. इत्युक्ते रु इत्यस्य आदेशस्य केवलं रेफः एव तिष्ठति निरनुबन्धानन्तरम्. अस्तु भगिनि, नो चेत् अनेकाश्चित् सर्वस्य इत्यस्य प्रसक्तिः अपि अस्ति इति अहं चिन्तितवान्, किन्तु इदानीं निवारितं तत्. अस्तु भगिनि, धन्यवादः. भगिनि, मम प्रश्नः आसीत् अचकास्योगः सकारः यदा वयं योजयामः तत्र स्कोः संयोगाद्योरन्ते च तस्य प्रसक्तिः अस्ति, परन्तु तं प्रभाद्य एव अत्र सिपि धातुरुर्वा वा तिप्यनस्तिः एतेषां कार्यं भवति वा? सत्यं भगिनि, सत्यं भगिनि. तर्हि ममपि प्रश्नः आसीत्, तर्हि तत्रापि अचका इति धातुरुर्वा इति प्रभाद्य विकल्पेन रूपं खलु, तर्हि एकरूपं ससजुषुरुः इत्यनेन अपि भवितुम् अर्हति खलु इति मम अपि प्रश्नः अस्ति. तदेव भगिन्याः प्रश्नः अस्ति खलु, ससजुषुरुः तु तस्य अपवादसूत्रमस्ति, सिपि धातुरुर्वा अपि च वदति वा इति वैकल्पिकं रूपं विधि वदति, तर्हि साक्षात् रूपं तु पुनः ससजुषुरुः इत्यनेन अपि भवितुम् अर्हति खलु इति मम प्रश्नः. तर्हि ससजुषुरुः इत्यनेन एकः अचकाः इति रूपं भवति, अनन्तरं पुनः रु आदेशस्य अनन्तरमपि अहं चिन्तयामि रु, क्षम्यतां क्षम्यतां, सिपिदातरूप सशरुः कार्यं न करोति, किमर्थम् इत्युक्ते अपवाद फलं तु रु आदेशस्य एव अपवादम् अस्ति खलु, सिपिदातुरुर्वा इति ससचुरुः अपि रु आदेशः, सिपिदातुरुर्वा अपि रु आदेशः, तर्हि तत्र तु एकमेव कार्यं भवितुम् अर्हति खलु इति. परन्तु स्कोः संयोगाद्यन्ते तस्य प्रसक्तिः अस्ति, स्कोः संयोगाद्योरन्ते च इति न, अत्र तु संयुक्तवर्णः संयोगः ततः पूर्वमेव हल्यादिर्घसुतिस्य कृतं हल्युत्तिरेण लोपः भवति खलु प्रथमस्कारः, तर्हि तत्र सूत्रसङ्ख्या द्रष्टव्यं वा? हा तदेव हल्म्याद्यो 6. समथिङ्ग् अस्ति भगिनि, अन्ये सर्वे यानि कृतानि वयं हलन्त संयोगान्तस्य लोपः कोः संयोगाद्योरन्ते एते सर्वे सूत्राणि तु अष्टमध्याये एव आगच्छति, अष्टमध्याये आगच्छति, यत् हल्म्याद्यदीर्घ तु 6 सूत्रमस्ति, तर्हि निश्चयेन प्रथमम् आयाति, प्रथमकार्यं भवति तत्. अस्तु, तर्हि ससश्वरुः अपि वा इति यद्यपि अस्ति तथापि रु आदेशस्य एव अपवादसूत्रम् इति कृत्वा प्रायः ससश्वरुः इति कार्यं न भवेत्, सामान्यकार्यं न भवेत्, तद् प्रभाद्य यत् जलादिशोन्ति प्रभाद्य सशुरुः सशुरुः प्रभाद्य सिति धातुरूर्वा इति कार्यं खलु. तर्हि यत्र सिति धातुरूर्वा भवति विकल्पेन इति कृत्वा जलादिशोन्ति अन्यपक्षकार्यं भवति. अस्तु धन्यवादः. तर्हि पठामः. भगिनी रामप्रिया भगिनी अपि योजितवती. ओ एवं वा, रामप्रिया भगिनी क्षम्यताम्. उक्तवती वा भवत्याः नाम? न न, मध्ये आगतवती अतः. अस्तु भगिनी पठतु. पूर्वम् अधुना विद्या भगिनी एव पठितवती खलु, अत्र क्षेम भगिनी आसीत् वा सिटि दातुरु इति का पठितवती? भगिनी पठतु. अत्र दृष्टिः एवं सकारान्तपदम् अस्ति चेत् कीदृशं कार्यं स्यात् इति प्रश्नः. अस्मिन् प्रसङ्गे सर्वसामान्यं सूत्रं जलां दृश्यन्ते. सकारः जलि अस्ति. अनेन सूत्रेण पदान्ते सकारस्य जत्वं नाम वर्गीयव्यञ्जनस्य तृतीयसदस्यः. स्थानेन्तरतमः इत्यनेन दन्त्यसकारस्य स्थाने दन्त्यतवर्गस्य तृतीयसदस्यः दकारः भवति. अतः सर्वसामान्यसिद्धान्तः पदान्ते सकारस्य स्थाने धकारादेशः. परन्तु सजस्वः जुषोरुः तस्य अपवादः. अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु आदेशो भवति. पुनः तिप् प्रत्यये परे तिप्यनस्तेः तस्य अपवादः. अनेन तिपि परे पदान्तस्य सकारस्य दकारादेशो भवति. एवमेव सिप् प्रत्यये परे सिपि धातोरूर्वा ससजुषोरुः इत्यस्य अपवादः. अनेन सिपि परे पदान्तस्य सकारस्य विकल्पेन रु आदेशो भवति. तस्य अभावे सर्वसामान्यस्थितिः जलां जशोन्ते इत्यनेन सस्थाने दकारः. अत्र तु सकारान्तपदम् अस्ति. कीदृशं कार्यं भवति इति प्रश्नः. अस्मिन् प्रश्नस्य उत्तरम् एवम् आसीत्. सर्वसामान्यसूत्रमस्ति जलां जशोन्ते. सकारः जलि अस्ति. अतः अनेन सूत्रेण सकारस्य जष्त्वं जलां जशोन्ते इति सूत्रेण भवति. जष्त्वम् इत्युक्ते वर्गीयव्यञ्जनस्य तृतीयसदस्यः आदेशः भवति. जलः स्थाने जष् आदेशः भवति. स्थानेन्तरतमः इत्यनेन दन्त्यसकारस्य स्थाने दन्त्यतवर्गः तवर्गस्य तृतीयसदस्यः इत्युक्ते दकारः. तत्तु स्थानेन्तरतमः इति सूत्रेण सकारस्य स्थानेन्तर वर्णः दकारः इति भवति जलं जशोन्ते इति प्रसङ्गे. अतः सर्वसामान्यसिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः इति सर्वसामान्यसिद्धान्तः. परन्तु ससजुषोरुः इति अपवादः अस्ति. किमर्थम् इत्युक्ते ससजुषोरुः प्रसक्तिः पदान्ते सकारः अस्ति चेत् तस्य प्रसक्तिः अस्ति. अनेन पदान्तस्य स्थितस्य सकारस्य स्थाने रु आदेशः भवति इति सूत्रं वदति. पुनः तिप् प्रत्यये परे इत्युक्ते नूतनसूत्रम् एतद् वयं पठितवन्तः इदानीं. तिप्यनस्तेः इति सूत्रम् अस्ति. तत्तु ससजुषोरुः सूत्रस्य अपवादः. अनेन तिपि परे पदान्तस्य सकारस्य दकारादेशः भवति इति तिप्यनस्तेः वदति. सिप् प्रत्यये परे भवति चेत् सिपि धातोरूर्वा इति सूत्रं कार्यं करोति. ससजुषोरुः इत्यस्य अपवादः एतत् सूत्रम्. अनेन सिपि परे पदान्तस्य सकारस्य विकल्पेन, यदा सिपि धातोरूर्वा कार्यं करोति चेत् तत् विकल्पेन रु आदेशः भवति. ससजुषोरुः अस्ति चेत् नित्यं रु आदेशः भवति इति यदा तस्य अभावे इत्युक्ते सिपि धातो रूर्वा तस्य विकल्प रूपम् अन्यपक्षे जलां जशोन्ते कार्यं करोति, तत्र सस्थाने दकार आदेशः भवति. तर्हि कानि रूपाणि सन्ति? त्रय द्वे किल भगिनि. पुनः अचकाद् इति अस्ति तस्य इतोपि तत्र पुनः वा अचकाः इति सिपि धातो रूर्वा इति सूत्रेण अचकाः इति एकं रूपं, जलां जशोन्ते इति भवति चेत् अचखाद् इति रूपं, वावसाने भव इति अन्यपक्षे तृतीयरूपं भवति अचकात्. धन्यवादः. अग्रिम पङ्क्तिमपि प्रश्नः उदेति यत् सिप् यदा आगतः तदा कथं वा धातुसंज्ञां स्यात्? सिपि धातो रूर्वा इति सूत्रेण धातोः अपि उक्तं सिपि अपि उक्तम्. अत्र वार्ता एवं, कस्य भागस्य का संज्ञा? वस योगति इति स्थितौ वस इति अङ्गस्य धातुसंज्ञा नास्ति तत्र, किन्तु वस् इति अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्ति एव. एवमेव सिपः विधानान्तरमपि धातोः धातुसंज्ञा तिष्ठति, यथा अचकास्योगः सकारः इत्यत्र अचकास्योगः सकारः इत्यस्य पदसंज्ञा, अचकास् इत्यस्य धातुसंज्ञा, तथा स प्रत्ययलोपानन्तरम् अचकास् इत्यस्य धातुसंज्ञा अपि भवति, पदसंज्ञा अपि भवति. अतः अत्र प्रश्नः इदानीं किम् अस्ति चेत्, सिप् यदा वयं योजयामः तदा कथं धातुसंज्ञा इति अपि वक्तुं शक्नुमः इति. एतत् कस्मिन् प्रसङ्गे इत्युक्ते सिपि धातो रूर्वा इति सूत्रस्य प्रसङ्गे, तत्र सिपिः सिपि अपि अस्ति, धातोः इति अपि अस्ति. कस्य भागस्य का संज्ञा इति स्पष्टीकरणं. वस् योगः ति इति अस्ति चेत् तत्र वस् इति अङ्गं तत्तु धातुसंज्ञा नास्ति, किन्तु वस् इति अन्तर्निहित निर्हितभागस्य धातुसंज्ञा तु तदानीमेव अस्ति एव. इत्युक्ते किं भगिनि? एते तु वर्णाः एव सन्ति खलु, यत्र वसति इति लिखामः सिद्धरूपं, तत्तु बस् योगः अयोगः ति इति एव अस्ति खलु. तर्हि बस् इति भागः धातुसंज्ञा इति अस्ति एव, तत् न गच्छति पदस्य यत्र मेलनं भवति तस्मिन् समये मिलित्वा तस्य अधिकसंज्ञा भवति बस् इति. भगिनी भवत्याः दूरवाण्यां ध्वनिः अस्ति इति वा? अहं म्यूट् नास्ति. अग्रिमपक्तिमपि तर्हि अनन्तरं यत्र तर्हि अनन्तरं यत्र तिप्तृत्ये कृतेन सह योजनं भवति तस्मिन् समये मिलित्वा कस्य पदसंज्ञा प्राप्यते इति मम अवगमनम्. प्रायः अतः एव तत्र अनुवृत्तिसहितसूत्रं पश्यामश्चेत् सः धातोः पदस्य रुः वा स्थिति इति अस्ति, तत्र धातोः अपि अस्ति पदस्य इति अपि अस्ति. यदि धातोः इति न दत्तं चेत् अत्र प्राप्तिः न भवति इति चिन्तयामि. पदसंज्ञा नास्ति धातोः अपि हा धातोः इति अस्ति अपि च पदस्य इत्यपि अस्ति किल, पदान्तः अपि भवेत् पदस्य तस्य इत्युक्ते पदान्त इति पदान्त इति वर्तते. पदस्य मध्ये सकारः अस्ति चेत् सिपि परे लोपः भवति, पदान्तसकारः भवति सिपि परे इति इत्युक्ते कत्र भवति इत्युक्ते लङ्लकारे एव भवितुमर्हति इति मम खलु महोदय. अन्यत्र कुत्रचित् भवितुम् अर्हति वा एतादृशरूपम्? लङ्लकारे एव प्रथमपुरुषे एकवचने सिपिन चेत् अनन्तरं प्रथम मध्यमपुरुषे एकवचने सिपि धातुरूर्वा इति कार्यं भवितुमर्हति. आम् आं भगिनि. अन्यत्र कुत्रचित् न भवति खलु, तदान्तसकारः अपि कुत्र भवेत् खलु. धन्यवादः भगिनि. सरला भगिनी पठतु. अस्तु. दकारान्तधातवः दकारान्तधातूनां पदत्वे सति सिपि ऋत्वं दत्तं वा दश्च धातोः पदान्ते दकारस्य स्थाने विकल्पेन रु आदेशो भवति सिपि परे रु अभावे दत्तम् एव येन विद्युत्तदन्तस्य इत्यनेन तदन्तविधिः अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य दकारस्य एव स्थानेन तु पूर्णपदस्य दः पञ्चम्यन्तं च अव्ययपदं द्विपदं सूत्रं सिपि धातोरुवा इत्यस्य पूर्णसूत्रं सूत्रस्य अनुवृत्तिपदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं दः च धातोः पदस्य रुः वा सिपि. इदानीं दकारान्तधातु तस्य का गति क्रिया भवति अत्र दत्तमस्ति दकारान्तधातूनां पद्वे सति सिपि ऋत्वं दत्तं यदि दकारान्तधातु परे सिपि अस्ति तद् ऋत्वं भवति वा दत्तं भवति तस्य वर्णम् अस्ति. धातोः पदान्ते दकारस्य स्थाने विकल्पेन रु आदेशो भवति सिपि परे धातोः अन्ते यदि दकार अस्ति तस्य सिपि परे यदि अस्ति दकारस्य स्थाने रु आदेशो भवति विकल्पेन रु अभावे अद दत्वं भवति यदि रु अद अन्यपक्षे दत्वं भवति यथा वयं पूर्वं पठितवन्तः झलाजन्शोन्ते इति सूत्रेण अनुवृत्तिसहितसूत्रमस्ति दः च धातोः पदस्य रुः वा सिपि दः अस्ति षष्ठ्यन्तं च धातोः दकारान्तधातोः पदे अस्ति तस्य स्थाने रु आदेशः भवति विकल्पेन सिपि परे उदाहरणम् अस्ति अमोमोद् योगस्य प्रथमं सकार अपृक्तसंज्ञा भवति हल्लाङ्गोभ्यो दीर्घातसूत्रस्य पृक्त हल् इति सूत्रेण सकारस्य रूपं भवति अमोमोद् इति पदं वावसाने अस्ति वावसाने दकारस्य स्थाने तस्य चर् आदेशः भवति इत्यनेन विकल्पेन पदान्ते चर् आदेशः भवति अमोमोद् वा अमोमोद् इति भवति दश्च इत्यनेन अन्तिमदकारस्य विकल्पेन ऋत्वं भवति अमोमोद् अमोमोरु चेत् उत् इत्यस्य इति संज्ञालोपश्च खर्वसानयो विसर्जनीय इत्यनेन अवसाने स्थाने विसर्ग आदेश अमोमोः त्रीणि रूपाणि अमोमोद् अमोमोद् अमोमोः इति भवति अमोमोद् इति यदि सूत्र धातु स्वीकृत कुर्मः तत्र सकारस्य अस्ति इदानीं पृक्तसंज्ञा भवति हल्लाङ्गोभ्यो द्युदातिसूत्र श्रुतिस्य पृक्तसूत्रेण अमोमोद् पदं भवति पद दकार अवसाने स्थाने अस्ति तत् अतः वावसाने सूत्रेण दकारस्य स्थाने च आदेश तत् वर्गीयस्य प्रथमसदस्य तकार आगच्छति द्वे रूपे अमोमोद् अमोमोद् इति भवति अत्र दश्च इति सूत्रेण दकारस्य स्थाने रु आदेश भवति यदि रु आगच्छति तत्र उकारस्य संज्ञा भवति लोपः भवति अमोमोद् इति भवति तदनन्तरं खर्वसानयो विसर्जनीय इति सूत्रेण रेफस्य स्थाने विसर्ग आगच्छति त्रीणि रूपाणि सन्ति अमोमोद् चत्र भूत्वा अमोमोद् दश वावसाने स्थाने अमोमोः दश्च सूत्रेण. तर्हि सामान्यकार्यमस्ति खलु अत्र तृतीयेन स्तेः अनन्तरं स्थिति दातु दुर्वा अनन्तरं दश इति त्रीणि कार्याणि अग्रिमसूत्रम् अस्ति स्थितिदातुरुर्वा इत्यस्य अग्रिमसूत्रं स्थितिदातुरुर्वा अनन्तरं स्थितिदातुरुर्वा इत्यस्य अग्रिमसूत्रं दर्शयति समानकार्याणि दु आदेशस्य कार्याणि. धन्यवादः भगिनि. स्थितिदातुरुर्वा इति सूत्रस्य विवरणे महोदयेन दत्तं धातोः उक्तं परसूत्राणाम् अर्थपूर्ति कृते प्रकृतसूत्रे आवश्यकता नास्ति इति तेन उक्तं, किन्तु प्रश्नः उदेति यत् सिप् यदा आगतः तत्र वस् वसयोगः ति इति स्थितौ वस् इति अङ्गस्य धातुसंज्ञा नास्ति तत्र, किन्तु वस् इति अन्तर्निर्हितभागस्य धातुसंज्ञा तु तदानीमपि अस्ति एव इति अस्ति किल. तत्र वयं धातोः इति धातोः इति योजनस्य आवश्यकं न स्वीकर्तुं शक्यते वा तदर्थं? न न तदर्थ पदस्य इत्यपि अस्ति किल, पदान्तमपि भवेत् सकारः, केवलं सकारः मध्ये अस्ति चेत् धातोः अस्ति मध्ये अस्ति इति कृत्वा कार्यं न भवति, पदान्ते अपि भवेत् तथा एव कार्यं भवति. तर्हि वसति इत्यस्मिन् अस्य सुसूत्रस्य प्रसक्तिः न यत् वसयोगस्य अस्ति इति चिन्तयतु, वससि किं वसयोगः तृतीयनष्टेः इति अस्ति, तदपि वस इति अस्ति किन्तु वस् इति प्रायः भवेत्. अनन्तरं सकारः अस्ति चेत् अस्य सूत्रस्य प्रसक्तिः, सकारः लोपः भवति चेत् भवति, किन्तु यत्र सकारस्य लोपः भवति पदसंज्ञा न भवति चेत् कार्यं न भवति. धातु आवश्यकं नास्ति चेत् महोदयेन उक्तं, किन्तु अन्यत्र काशिकायामपि किञ्चित् पश्यामि तत्र धातोः इति उक्तमस्ति, प्रायः न आवश्यकता यथा महोदयेन पूर्वम् उक्तं तस्य आवश्यकता नास्ति, पदान्तसकारः इति धन्यवादः. भगिनि अत्र किञ्चित् सूत्रक्रमं वदति वा, अत्र त्रीणि रूपाणि उक्तवती किल भगिनि, वावसाने खरवसानुर्विसर्जनीयः अत्र. आं भगिनि, प्रथमं भवति हल्याभ्योदित किमर्थं षष्ठाध्यायस्य सूत्रमस्ति, प्रथमं तद् भवति. अनन्तरं किं भवति इत्युक्ते अत्र दश इति सूत्रं अमुमोद् इति रूपं भवति, दश इति सूत्रेण अत्र विकल्पेन रूपं भवति. प्रथमं दश इति कार्यं करोति वा? वावसाने सर्वदा अन्ते एव इति, किन्तु कारल्यार्थम् एतद् तर्हि दश इति कारणेन तत्र रूपं भवति, अमोमोद् अमोमोरु इति भवति. अनन्तरम् अमोमोद् इति भिन्नपक्षम्, अनन्तरम् अमोमोरु इति भिन्नपक्षमस्ति खलु, तर्हि पक्षद्वयं स्वीकुर्मः चेत् प्रथमपक्षस्य अमोमोद् इत्यस्य जलां दृशन्ते इति कार्यं करोति प्रथमं, दकारस्य दकारः एव पुनः आदेशः भवति, अनन्तरं वावसाने इत्यनेन अमोमोद् इति रूपं भवति. तर्हि अमोमोद् अमोमोद् इति रूपद्वयं प्रथमपक्षे भवति, द्वितीयपक्षे अमोमोरु इति आगत्य अत्र इत्सञ्ज्ञा भूत्वा उपदेशे यजनेन उकारस्य लोपः भवति, अमोमोर् इति भवति, अनन्तरं खरवसानिर्विसर्जनीयः इत्यनेन विसर्गादेशः भूत्वा अमोमोः इति द्वितीयपक्षः. धन्यवादः. अहं वा भगिनि? अस्तु भगिनि. अदादिगणे विद् धातुः सिपि परे अविद् योगः स्वप्रत्ययः, अत्र प्रथमं पुगन्तलघुपथस्य इत्यनेन अत्र गुणः अवेद् योगः स, हल्याभ्यो दीर्घात् श्रुतिस्य प्रोक्तं हल् इत्यनेन अत्र हल् उत्तरस्य अपृक्तसैनिकप्रत्ययस्य लोपः, इत्युक्ते सा प्रत्ययः लोपः भूत्वा अवेत्. इदानीमत्र तदनन्तरमत्र वावसाने इत्यनेन दकारस्य स्थाने चरादेशः इत्युक्ते तकारः अवेत्. अत्र रूपद्वयम् अवेत् अवेत्, परन्तु अत्र अवेद् इति अस्ति. इदानीमत्र दश्च इत्यनेन विकल्पेन अत्र दकारस्य स्थाने ऋत्वम् अन्ततो गत्वा अत्र उपदेशे अजनुनासिक इत्यस्य लोपः इत्यनेन रेपः एव. अनन्तरम् अवस्थायां रेपः अस्ति, अतः खरवसानयोर्विसर्जनीयः इत्यनेन अत्र विसर्ग आदेशः भूत्वा अवेः. आहत्य अत्र रूपत्रयम् अवेत् अवेः अवेत्. इदानीं प्रश्नः उदेति यत् दश्च इति सूत्रेण औपदेशिकधातुः एव इष्यते किम्? वस्तुतः तु सूत्रे तथा किमपि न उक्तम्. यत्र यत्र धातुसंज्ञा अस्ति तत्र तत्र स च धातुः दकारान्तोपि पदमपि इति चेत् सिपिपरे विकल्पेन रुत्वादेशो भवति. यथा रुधादिगणस्य रुध् धातुः, लङि अरुणध् योगः सिप्. अत्र सिपः लोपः इत्युक्ते सकारस्य लोपः, अरुणध् धातुसंज्ञा अस्ति, पदसंज्ञा अस्ति. जस्त्वं कृत्वा अरुणद् धातुसंज्ञा अधुना अपि अस्ति, पदसंज्ञा अधुना अपि अस्ति. दश्च इत्यनेन विकल्पेन ऋत्वम् अरुणः. इदानीं प्रश्नः अस्ति दश्च इति सूत्रेण औपदेशिकधातुः एव इष्यते किम् इति प्रश्नः. वस्तुतः तु सूत्रे तथा किमपि न उक्तम्, इत्युक्ते दश्च इति सूत्रे औपदेशिकधातुः एव भवेत् इति तु न दत्तमस्ति. यत्र यत्र धातुसंज्ञा अस्ति तत्र तत्र धातुः दकारान्तः अपि पदमपि अस्ति चेत् सिपिपरे विकल्पेन ऋत्वम् आदेशरूपेण आगच्छति इति अस्ति. अतः अत्र दृष्टान्तमस्ति रुधादिगणस्य रुध् धातुः, लङि अरुणध् योगः सिप्. अत्र सप्रत्ययस्य लोपः भूत्वा अरुणध् तस्य धातुसंज्ञा अस्ति, पदसंज्ञा अपि अस्ति. अतः अत्र जस्त्वं कृत्वा झलां जशोन्ते इत्यनेन अत्र धकारस्य स्थाने तृतीयसदस्यः तद्वर्गीय तृतीयसदस्यः धकारः आगच्छति अरुणन्. इदानीं तस्य अपि धातुसंज्ञा अस्ति, पदसंज्ञा अपि अस्ति, अतः अत्र दश्च इत्यस्य कार्यं भवति. इत्युक्ते अत्र विकल्पेन दकारस्य स्थाने ऋत्वम् अनन्तरं उपदेशे अजनुनासिक इत्यनेन अपि च तस्य लोपः इत्यनेन रेपः अवशिष्यते. रेपः अत्र अवसानावस्थायाम्, अतः खरवसानयोर्विसर्जनीयः इत्यनेन अरुणः इति रूपं निष्पद्यते. परन्तु भगिनी, अत्र पुष्पामातायाः पुष्पामातुः पुस्तके तथा न दत्तमस्ति भगिनि, त्रीणि रूपाणि तु न दत्तम्. अष्टाध्यायी.com मध्ये अपि नास्ति, किन्तु महोदय यथा उक्तवान् केचनानां मतं भिन्नम् इति उक्तवान् महोदय, किन्तु पुष्पमहोदयः भूपुस्तके तादृशमस्ति चेत् वयम् अस्माभिः प्रष्टुं शक्यते. ममपि तदेव क्लेशः, ममपि जाल अन्तर्जाले अन्विषन्ती अस्मि किमर्थं यत्र नकारः इति मध्ये आयाति तद् तु अरुणद्वितीयस्य रुद्धधातुः खलु अरुण नकारः मध्ये तत् अभिकरणप्रत्ययः अस्ति करणप्रत्ययस्य योजनं भवति चेत् तत्तु धातुसंज्ञा नश्यति खलु तस्य अधुना अरुणदिति नकारः मध्ये अस्ति खलु तर्हि तस्य अङ्गसंज्ञा एव भवति खलु इति ममापि संशयः अरुणदिति कस्मिन् गणे पुटसङ्ख्या वदति वा महोदय पुटसङ्ख्या एकनिमिषं अद्य एव दृष्टवान् हृदादिगणे रूपद्वयमेव दत्तमस्ति अपि च अरुणात् अस्माभिः प्रष्टुं शक्यते किमर्थं विकरणप्रत्ययेन सह अधुना योजनम् अभवत् खलु विंशत्यधिकद्विशतं अत्र पदस्य अन्ते एव नेतुं शक्नुमः इति चिन्तयामि भगिनि न तु धातुसंज्ञा इदानीम् अङ्गं भवति किल विकरणप्रत्ययस्य योजनेन यथा भवती उक्तवती परन्तु तदेव उपरि उक्तवान् किल वसयोगः ति अत्र अन्तर्निहितः अस्ति इति किन्तु अत्र अन्तविहितः नास्ति खलु अत्र वसति इत्यस्मिन् प्रथमभागः वस्तु सत्यं धातु अस्ति अनन्तरं विकरणप्रत्ययः अनन्तरं तिप्रत्ययः तत्तु वयं जानीमः अधुना किम् अभवत् किन्तु कदापि वयं वस इत्यस्य धातुसंज्ञा इति न वक्तुं शक्नुमः खलु अत्र अरुणदिति नकारः मध्ये आगतः नकारः विकरणप्रत्ययः खलु तर्हि नकारः विकरणप्रत्ययः आगतः तर्हि अरुण इति अरुणद्विति कथं वा धातुसंज्ञा प्राप्तुं शक्नोति अरुद् इति अस्ति चेत् प्राप्तुं शक्नोति वितरणप्रत्ययस्य मेलने पूर्वं यत् आसीत् तत् अरुद् इति अरुणद् इत्यस्य कदापि अवित् तु समीचीनमेव अत्र अत्र भगिनि तदेव अहं पुनः पुनः चिन्तयन् अस्मि भगिनि धातोः द्वयमपि अस्ति किल दः च धातोः पदस्य प्रायः धातोः भवेत् नो चेत् पदस्य यदि यदा पदसंज्ञा प्राप्नोति चेत् तत्र धातोः इति किमर्थम् आवश्यकं तथा कुर्मः चेत् महोदय सर्वत्र तु लोपः जायते एव खलु इति यत्र यत्र तर्हि दकारान्तपदमेव न भवति खलु सर्वेषां दकारान्तपदानां वैकल्पिकं रूपं भवति खलु दर्शयति सूत्रेण तथा नास्ति खलु यदि धातुः एव अहं चिन्तयामि पदस्य इति एव स्वीकुर्मः चेत् पदस्य इति यत्र यत्र पदसंज्ञा अस्ति तत्र तत्र वैकल्पिकं रूपं भवति चेत् अस्माकं प्रातिपदिकेषु वयं अनेकानि दकारान्तपदा दृष्टवा आपद् इति धातुः अस्ति तर्हि आपद् इत्यस्य अपि आपः इति रूपं भवति खलु तथा नास्ति धातुसंज्ञा नास्ति आप इत्यस्य किन्तु पदसंज्ञा तु अस्ति आप इत्यस्य आपः इति दर्शयति न भवेत् तत्तु न भवति खलु द्वौ अपि भवति चेदेव भवतः चेदेव कार्यं सूत्रस्य प्रसक्तिः भवति धातुसंज्ञा अपि आवश्यकम् पृच्छामः पृष्ट्वा प्रायः महोदयस्य भिन्नविवरणं व्याख्यानं किमपि स्यात् पृच्छामि महोदय प्रायः अग्रिमसप्ताहे महोदय अस्य समाधानं दास्यति धन्यवादः धन्यवादः यदा अहमपि अहं यदा प्रथमवारं पठितवती एतादृशम् अहं स्थूलरीत्या अहं तु न पठितवती, भवन्तः तु बहु सम्यक् पठन्ति. अहं कदापि न चिन्तितवती प्रथमवारं यदा पठितवती. करपत्रमपि भवतां प्रश्नानां कारणेन प्रश्नेभ्यः बहु बृहत् अपि जातं करपत्रम्. मताराम तदा हा पठामि भगिनि. मकारान्तधातवः मकारान्तानां पदत्वे सति मस्थाने नकारः. मो नो धातोः मकारान्तस्य धातोः पदस्य नकारादेशः भवति. तदन्तविधिः इत्यनेन मकारान्तधातुः इति आशयः. मः षष्ट्यन्तं, नः प्रथमान्तं, धातोः षष्ट्यन्तं, त्रिपदमिदं सूत्रं, स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः, पदस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं, मह धातोः पदस्य अन्ते नः इति सूत्रं वदति यत् मकार अन्तस्य धातोः पदस्य नकारादेशः भवति इति. अजङ्गं योगः त हल्न्याभ्यो दीर्घः सुतिस्य पृत्तं हल् इत्यनेन तकारलोपः भवति. अजङ्गम् इत्येव तिष्ठति, अपि च तस्य पदसंज्ञा प्राप्तं. मो नो धातोः इत्यनेन मकारस्य स्थाने नकारादेशः भवति. अजङ्गन् इति अन्तिमरूपं प्राप्नोति. अपरेषाम् अनुनासिकान्तानां गतिः एवं. नकारः ण्यकारः कोऽपि धातुः नास्ति यस्य अन्तिमवर्णः नकारः ण्यकारः वा स्यात्. अतः अत्र किमपि नास्ति. नकारान्तधातुः नकारान्तधातुः चेत् किमपि कार्यं न भवति. अतः नकारः णकारः च यथावत् तिष्ठति. अत्र किमर्थं तद् दत्तमस्ति भगिनि, मया नावगतम्. मकारान्तधातूनां सर्वदा पदान्ते मकारः अस्ति चेत् नकारः भवति इति सूत्रमस्ति खलु. आम्, तर्हि प्रश्नः उदेति तर्हि नकारान्तधातुः अस्ति चेत् किं भवति, नकारान्तधातुः अस्ति चेत् किं भवति इति प्रश्नः भवति खलु अस्माकं मनसि. तस्य समाधानम् अनुनासिकवर्णाः अन्ये अपि सन्ति खलु, पञ्चवर्णाः सन्ति. एकस्य तु मकारस्य तु मकारान्तधातोः पदान्तमकारस्य नकारः भवति, किन्तु ण्यकारः ण्यकारः अस्ति चेत् किं भवति इति प्रश्नस्य तु किमपि धातुः नास्ति इति सारांशः. अनन्तरं अपरेषाम् अनुनासिकान्तानां गतिः. आम्, इदानीम् अस्तु भगिनि, धन्यवादः महोदय. हेमभगिनी अग्रे जष्ट्वसन्धिः चत्वसन्धिः इति उक्त्वा अग्रे एकैकवर्गीय धातूनां कः इति विषयः इति अस्ति, तद् किञ्चित् वदति वा. आं भगिनि, इत्युक्ते सूत्राणां विषये स्वयं पठतु, स्वयं वदतु. प्रायः प्रथमवाक्यम् अनन्तरम् अनुवृत्तिः पठित्वा. अस्मिन् सोपाने ध्येयं यत् पदस्य अन्तिमवर्णः कः. वर्गस्य पञ्चमसदस्यश्चेत् किमपि कार्यं नास्ति. इदानीमेव वयं दृष्टवन्तः अनुनासिकानां गतिः किम् इति. तदनन्तरं पदान्ते झल् वर्गस्य इत्युक्ते प्रथम द्वितीय तृतीय चतुर्थः अस्ति चेत् तत्र जष्ट्वसन्धि चतुसन्धिः सन्धेः कार्यं भवति इति. पदे यत्र सन्धेः प्रसक्तिः अस्ति तत्र सन्धिः नित्यम् इति जानीमः, अतः अस्मिन् सन्दर्भे सन्धिः करणीयः एव, वैकल्पिको न. प्रथमं सूत्रमस्ति जलां जशन्ते. अत्र जलः स्थाने जशादेशः भवति. पदान्तकार्यम् अस्ति इदं सूत्रं. पदस्य अन्ते यदि झल् वर्णः अस्ति, झल् इत्युक्ते प्रथम द्वितीय तृतीय चतुर्थवर्गीयः, तर्हि तेषां स्थाने तृतीय सदस्यः आयाति इति जलां जशोन्ते वदति. तस्य वैकल्पिकरूपसूत्रमस्ति वावसाने इति. इत्युक्ते अवसाने झल्वर्णस्य विकल्परूपम् आयाति चत्वसन्धि इति. अतः तत्र चरादेशः भवति. तर्हि जष्ट्वं चत्वम् इति वैकल्पिकरूपम् आयाति सर्वत्र. अवसान शब्दः यदि झल्वर्णः अस्ति तत्र चर्वर्णः विकल्पेन आगच्छति इति. वयं पूर्वमपि दृष्टवन्तः अचकाद् अचकात् अवेद् अवेत् इति. तर्हि तस्य सर्वत्र द्वयोः कार्यमपि भवति इति. अत्र उदाहरणरूपेण दत्तमस्ति. पठामि वा भगिनि? कवर्गान्तधातुः अस्ति चेत् जष्ट्वं भवति जलां जशोन्ते इति कारणेन उदाहरणरूपेण रामिति नास्ति. आरम्भतः एकैकवर्गस्य रूपाणि कथं भवति इति सारांशरूपेण तर्हि कवर्गान्तधातुः अस्ति चेत् सामान्यसूत्रेण जलां जशोन्ति कारणेन कवर्गीयतृतीय धात्वादेशः तृतीय आदेशः भवति घकारः. यदि चर्त्वं भवति तर्हि ककारः आगच्छति. तर्हि दृष्टान्तः अस्ति अशाशक् इति. जष्ट्वं भवति चेत् ककारस्य स्थाने घकारः अशाशग् इति. चत्वं भवति चेत् गकारस्य स्थाने ककारः. अतः रूपद्वयम् अशाशग् अपि च अशाशक् इति. परन्तु यदि चवर्गान्तधातुः भगिनि महोदय एकः संशयः सवर्ग यत्र जलां दृशन्ते इति अस्ति खलु. अहं तु शब्दरूपाणि पश्यामि. तर्हि वणिक् अस्ति चेत् वणिक् भवति वणिक् अपि भवति इति गच्छामि. वणिज् इत्यस्य मरुत् इत्यस्य किमर्थं मरुत् एव तिष्ठति? तस्य तु मरुद् मरुत् इति रूपद्वयं न किमर्थं न भवति? सुहृद् इत्यस्य तत्र तु द्वे रूपे सन्ति किन्तु मरुत् इत्यस्य नास्ति रूप. एकरूपमेव पश्यामि. अनन्तरं दृष्ट्वा भवन्तः वदतु. किञ्चित् वावसाने जलां दृश्यन्ते वावसाने इत्यस्य तत्र क्लेशः तथा गृहपाठः भवेत्. तर्हि ककारः अस्ति चेत् ककारान्तधातुः अस्ति चेत् एतावत् तिष्ठति खलु. गकारः भवति जष्ट्वे, अनन्तरं ककारः अस्ति चेत् ककारः चर्तुं भूत्वा पुनः ककारः आयाति. यदि ख वर्गः ख इति अस्ति चेत् किं भवति? द्वितीय महाप्राणकारः तस्यापि पुनः वदतु भगिनी वदतु इति. ककारः अस्ति चेत् पुनः जष्ट्वं भूत्वा चर्तुमपि भवति खलु. पुनः तस्यापि तथा कार्यं भवेत्. तादृश धातुः धातवः सन्ति वा इति अहं न जानामि. न जानामि किन्तु चिन्तनम् पश्यामि. यत्किमपि भवतु तर्हि एतदेव भवति खलु. जष्ट्वम् अनन्तरं चष्टं भवति इति खलु. अहं पृच्छामि. मम संशयः अस्ति एव मम चर्चवर्गान्तस्य चवर्गान्तधातवः सन्ति चेत् अत्र विशिष्टकार्यं भवति. द्विविधाः सन्ति चोहोकुः. अनेन सूत्रेण चवर्गीयस्थाने कवर्गादेशः भवति. परन्तु परिगणितधातूनां कृते षत्वं भवति. व्रश्च ब्रश्च सृज मृज यज राज भ्राज चकारान्तधातूनाम् अपि च शकारान्तधातूनां कृते सर्वत्र शकारादेशः भवति इति विशिष्टसूत्रद्वयम्. अनेन अत्र अवचिति स्वीकुर्मः चेत् तत्र चकारान्तः अस्ति चवर्गान्तधातु. तर्हि चकारस्य स्थाने ककारः भूत्वा अवक् इति रूपं भवति. तथैव वाच् वाक् अपि भवति किल भगिनि? तर्हि जष्ट्वम् अस्ति अवक् क्षम्यतां जष्ट्वं भूत्वा अवग् इति आयाति. तदनन्तरं चर्त्वं भूत्वा अवक् इति आयाति. परन्तु यदा वयं अवावृश्च इति अन्यधातुः स्वीकुर्मः यत् परिगणितसूत्रेषु अन्यतमः अस्ति, तत्र अवावृश्च इति मूले संयोगः अस्ति अन्ते, अपि च तस्य मूले सकारः आसीत्. सर्वत्र महोदयेन उक्तं यत्र यत्र शकारः तालव्यशकारः वा मूर्धन्यशकारः वा भवति तत्र मूले दन्त्यसकारः अस्ति इति चिन्तनीयम् इति. तर्हि इदानीं सकारः चकारः संयोगः अस्ति अतः स्कोः संयोगाद्योरन्ते च इति अनेन सूत्रेण प्रथम सदस्य सकारस्य लोपः भवति. तर्हि अवावृच् इति रूपम् आयाति. इदानीं चकारान्त चवर्गान्तधातुः भवति अतः अत्र षत्वं भूत्वा अवावृश् इति आगच्छति. व्रश्च व्रश्च अनेन सूत्रेण इदानीं शकारः तु मूर्धन्यशकारः अस्ति. तर्हि तत्र जष्ट्वकार्यं भूत्वा ऋटुरषाणां मूर्ध्ना इति कारणेन टवर्गीयस्य तृतीयसदस्य डकारः आगच्छति. तर्हि अवावृड् इति रूपं भवति. इदानीं वावसाने सूत्रेण डकारस्य स्थाने चर्त्वं भूत्वा चरादेशः आयति टकारः. तर्हि अवावृड् अपि च अवावृट् इति रूपद्वयम् आगच्छति. तर्हि चकारान्तधातुः अस्ति चेत् चोः गुः इत्यनेन कवर्गः भवति. महाप्राणचकारः अस्ति चेत् षत्वं भवति ब्रश ब्रश इति सूत्रेण. षत्वं भूत्वा अनन्तरं डकारः आयाति अनन्तरं चर्त्वं भवति टकारः कवर्गः भवति अन्ते. अनन्तरं जकारः अस्ति चेत् अपि चोः गुः मूर्धन्यजकारः अपि महाप्राणजकारः अपि जकारस्य एतेषां धातूनां कृते षत्वम् अन्यः अन्येषां कृते चोहोकुः इति किल भगिनि. झकारः अपि अस्ति वा महाप्राणझकारः अपि अस्ति वा भवति चेत् भवति चेत् चोहोकुः एव. अस्तु भगिनि चिन्तनं करोमि अहं. धन्यवादः. धन्यवादः विद्या भगिनि अग्रिमं वा. यदि धातोः अन्ते टवर्गन्तधातुः तत्र जष्ट्वे डकारादेशः चत्वे टकारादेशः यथा अत्रिणेड् चतुर्थवर्णः अस्ति इति कृत्वा तृतीयवर्णादेशः जष्त्वम् अत्रिणेड्. यदि प्रथमद्वितीयसदस्य अस्ति प्रथम अत्रिणेड् इति विकल्पेन भवति वा अवसाने इत्यनेन अत्रिणेड् अत्रिणेड् इति भवति तत्र. अग्रे तवर्गान्तधातुः तत्र तवर्गस्य तृतीयवर्णः दकारादेशः जष्त्वे चर्त्वे तकारादेशः अरुणद् च प्रथमं जष्त्वं जलां जुष्वन्ति इत्यनेन दकारादेशः अरुणद् वा अवसाने इत्यनेन अरुणत् अथवा अरुणद् अतः द्वे रूपे स्तः. दकारान्तधातुः चष्ट्वे दकारादेशः चर्त्वे तकारादेशः सिपि वा ऋत्वं सिपि वा ऋत्वं यथा अमोमोद् अमोमोद् एतत्तु सिपि वा ऋत्वम् अस्तु. सिप्यनस्ते अपि अपि अस्ति किल तत्र तत्तु सकारान्तधातूनाम् अस्तु अत्र न भवति. प्रथमं दकारान्तधातूनां प्रथमं जष्त्वं भवति अनन्तरं वावसाने इत्यनेन चर्त्वम् अनन्तरं यदि सिपि परे अस्ति चेत् तत्र विकल्पेन ऋत्वमपि भवति. अमोमोद् अमोमोद् जष्त्वं भूत्वा अमोमोद् चत्वं भूत्वा अमोमोत् विकल्पेन यदि सिपि परे अस्ति चेत् अमोमोद् इत्यस्मिन् दकारस्य स्थाने रु भवति अनन्तरं रु उकारस्य रु उत्तरवर्ति उकारस्य लोपः भवति इत्संज्ञा भूत्वा अमोमुर् अनन्तरं करवसानयोः इत्यनेन विसर्गः अमोमोः इति कृत्वा तत्र केन सूत्रेण करवसानयोर्विसर्जनीयः इत्यनेन दकारान्तधातूनां सिपि धातो रूर्वा इति सूत्रेण तत् सकारान्तधातूनां ओ किमर्थम् अत्र सिपि वा ऋत्वं निमित्तं समानमस्ति सिति परे, किन्तु सिति धातोरूर्वा इति सकारान्तधातूनां कृते सूत्रम्, अनन्तरं दकारान्तधातूनां कृते दश च इति अनुवृत्तिः, च इति आयति खलु, अनुवृत्तिः अपि सिपि इति भूत्वा दकारान्तधातूनामपि समानकार्यम् इति. अत्र तु सिपि वा ऋत्वम् इति दश इति सूत्रेण एव अत्र ऋत्वम्. भगिनी क्षम्यतां भगिनी, मया गन्तव्यम्. निश्चयेन महोदय, धन्यवादः. अग्रे पठामि वा भगिनी अथवा एकं पठतु? पवर्गन्तधातुः तत्र जष्त्वं भूत्वा बकारादेशः, चर्त्वं भूत्वा पकारादेशः, यथा अलालब् इति अस्ति. तत्र प्रथमं जष्त्वं भवति अलालब्, अनन्तरं चर्त्वम् अलालब् भवति. भगिनि इदानीं शकारान्तधातुः तत्र जष्त्वे डकारादेश, तृतीयसदस्य आदेशः, चर्त्वे टकारादेशः. किमर्थं शकारस्य डकारादेशः इत्युक्ते उच्चारणस्थानं मूर्धा अस्ति शकारस्य, अतः तस्य मूर्धन्यवर्गस्य इत्युक्ते टवर्गस्य तृतीयसदस्यः आदेशः भवति. जष्त्वे तृतीयसदस्यः, चर्त्वे करी च क्षम्यसं वावसाने इति सूत्रेण चर्त्वे अद्वेट् प्रथमसदस्यः आदेशः भवति. अनन्तरं शकारान्तधातुः तत्र तु व्रश्च ब्रश्च सृज मृज यज राज ब्राज चांशः इति सूत्रेण शकारस्य स्थाने शकारः आदेशः भवति. तदा जष्त्वे तत्रापि मूर्धन्यवर्गस्य टवर्गस्य तृतीय सदस्यः आदेशः, वावसाने टकारादेशः प्रथमसदस्य. अत्र उदाहरणमस्ति अवश् इति, अवश् व्रश्च ब्रश्च इति सूत्रेण शकारादेशः भूत्वा अवश् इति भवति. जष्त्वं भूत्वा अवड्, वा अवसाने इति सूत्रेण चर्त्वं भूत्वा अवट्. धन्यवादः सरला भगिनी, अत्र कार्यद्वयम् अस्तु भगिनि. सकारान्तधातु तिप्पन् अस्ति इत्यनेन तिप्पि अन्त सकारस्य दकार आदेश, यथा अचकास् दत्वम् अचकात् चत्वम् अचकात् तथैव भवति. अत्र तिप तिपनस्ते इति सूत्रे सकारस्य स्थाने तकार आगच्छति, तदनन्तरं चत्वं भवति वावसाने. सिपि धातो रुवा इत्यनेन विकल्पेन रु आदेशो, यथा चकास् दत्वं आदेशो भूत्वा अन्यत् रूपमपि अस्ति खलु, तदनन्तरं किं रूपं भवति? अचकात् रु आदेश भवति, तत् अच्छकाः इति भवति. अस्तु, रु सिपि धातो रुवा इत्यनेन विकल्पेन रु आदेशु, यथा चकास् दत्वम् अचकात् चत्वम् अचकात् ऋत्वम् अचकाः अधो दत्तमस्ति. सिपि यदि सिपि धातो परे सिपि अस्ति तत्र अपि रु आदेश भवति. रु आदेश भूत्वा उकारस्य लोप भवति, रेफ भवति, खर वसा विसर्जनीयो खर विसर्जनीयो अस्ति, विसर्ग भवति, तदनन्तरं अचकः इति भवति. अखर् अवसानयोर्विसर्जनीयजन्य. धन्यवादः भगिनि. इदानीं हकारान्तधातुः उदाहरणमस्ति अलोह् योगः तप्रत्ययः. प्रथमम् अत्र त इत्यस्य लोपः ल्याभ्यो दीर्घात् श्रुतिश्च प्रोक्तं हल् इत्यनेन अलोह् इदानीं अत्र झलां झषन्ते इत्यस्य सूत्रस्य भातकसूत्रमस्ति अस्ति अत्र होढः हकारान्त पदमस्ति इदानीम् अतः हकारस्य स्थाने ढकारः अलोढ् इति भवति यथा अलोढ् भवति तदानीम् अत्र झलां झषन्ते इत्यनेन जस्त्वं भूत्वा ढकारस्य स्थाने डकारः अनन्तरम् अतः अलोड् इदानीमत्र वावसाने इत्यनेन डकारस्य चर्त्वं भूत्वा टकारः अलोट् इति भवति तदा एव अत्र अतृणोः अतृणोड् अतृणोट् इति भवति आं भगिनि अत्र दृह् दुह् धातोः अपि च धकारादिधातुः अपि च धकारादिहकारान्तधातु अपि च विशेषधातवः अपि अस्ति अत्र दृह् इदानीं न स्मरामि पूर्णतया दृह् इति चतुर्णां कृते चतुर्णां कृते अहं भगिनि तदपि पठामि वा भगिनि दकारादि अनन्तरं नहोदः इति तर्हि हकारादधातूणां चत्वारि कार्याणि होडः अनन्तरं दादेर्धातोः धातोकः अनन्तरं वा दृश्य स्नेहाम् इति अनन्तरं नहोदः इति चत्वारि अनन्तरं हेमा भगिनी वदति वा ओ तदेव अस्ति वा क्षम्यतां तदेव एतदपि पठतु अत्र तु एकादश अस्ति एकादश वर्षदश न अच्छा दकारादि हकारान्तधातुः दुः दिः इत्यादयः यथा अधोः योगः तत्र अधोः भवति हकारस्य स्थाने गकारादेशः भवति दादेर्धातुर्गः अनेन इदानीम् अधो अत्र दकारः तृतीयसदस्यः गकारः चतुर्थसदस्यः अतः 3-4-4-4 इति भवति एकाचो बशो भष् झषन्तस्य स्वोः अनेन अत्र अधोग् इति रूपमायाति अधोग् इदानीं सामान्यसूत्रं जलां झषन्ते इति कारणेन घकारस्य स्थाने तृतीयादेशः भूत्वा अधोग् इति आगच्छति तदनन्तरं चर्त्वं भूत्वा वावसानि कारणेन अधोक् इति रूपम् आयाति तर्हि अधोग् अधोक् इति तर्हि कावर्गान्तदातुः अस्ति चेत् किमपि क्लेशः नास्ति जस्वं कावर्गान्तदातुः टावर्गान्तदातुः सवर्गान्तदातुः अनन्तरं पावर्गान्तदातुः एतेषां तु किमपि कार्यम् अस्ति खलु दकारं विहाय दकारादधातु विहाय सर्वे तवर्गीयान्तरम् अन्यतवर्गीयान्तरं किमपि कार्यम् अस्ति नूतनकार्यम् अस्ति अग्रिम प्रायः अग्रिमसप्ताहे अस्माभिः महोदय अभ्यासः कारयिष्यति तर्हि क्लेशः अपि भवति अधुना एव शिरोभ्रमणं भवेत् आमामां भवति भगिनी अस्ति ओ गतवती वा महोदय स्नेहा भगिनी गतवती इति मन्ये महोदयस्य अहम् एकत्ररूपेण पृच्छामि प्रायः सापि महोदयस्य वर्गम् आगन्तुम् इच्छति वा बुधवासरस्य धन्यवादः भगिनी शुभरात्रिः धन्यवादः शुभरात्रिः भगिनी